अद्यतनविषयः अस्ति हलन्तशब्दाः. तत्र केचन श्लोकाः अपि अध्येतव्याः. तस्मात् पूर्वं जकारान्तवनिज् पुल्लिङ्गे जकारान्तवनिज् शब्दः, दकारान्त सुहृद् शब्दः, अपि च तकारान्तमरुत् शब्दः. इदानीम् अस्माकं मनसि एतत् सर्वम् अदृष्ट्वा भवेत् खलु, अदृष्ट्वा भवेत्. ये दूरवाण्याः आगच्छन्ति तेषामपि एतादृशम् उत्तरदायित्वमस्ति यत् अदृष्ट्वा किं नाम बहु किमपि कण्ठष्टीकरणम् इति न अपेक्षितम् अस्मिन् संस्कृतभाषाविषये, किन्तु कुत्रचित् किञ्चित् वक्तव्यमस्ति. यदि भवत् इति शब्दं जानीमः, भवत् शब्दं, तर्हि तदातरेण एतत् अन्यत् सर्वं बहु सरलमस्ति इति अहं मन्ये, इति मम अनुभवः व्यक्तिगतः. तर्हि अत्र लक्ष्मीभगिनी वदति वा तत्र वनिज् जकारान्त प्रातिपदिकं रूपं वणिज वणिज इति न, अत्र हलान्तशब्दः अस्ति वणिज् वणिज् जकारान्त पुंलिङ्गशब्दं प्रातिपदिकं रूपं वणिज् प्रथमाविभक्तिरूपं वणिक् अथवा वणिग् वणिक् वणिजौ वणिजः वणिजं वणिजौ वणिजः वणिजा वणिग्भ्यां वणिग्भिः वणिजे वणिग्भ्यां वणिग्भ्यः वणिजः वणिग्भ्यां वणिग्भ्यः वणिजः वणिजोः वणिजां वणिजि वणिजोः वणिक्षु. इति रूपाणि सन्ति, बहु समीचीनमस्ति. अस्तु द्वितीयमस्ति सुहृद्. अस्तु सुब्रह्मण्य महोदय वदति वा. आम् महोदय, सुहृद् दकारान्त पुल्लिङ्ग हलन्तशब्दरूपं विभक्तिरूपाणि सुहृद् सुहृदौ सुहृदः सुहृदं सुहृदौ सुहृदः सुहृदा सुहृद्भ्यां सुहृद्भिः सुहृदे सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृदोः सुहृदां सुहृदि सुहृदोः सुहृत्सुदेव. अस्तु महोदय, अस्तु समीचीनमस्ति, तथैव सुहृत्. अपि च मरुत् मरुत् सन्ध्या भगिनी वक्तुमिच्छति वा तकारान्त मरुत् शब्दः. अहं शृणोमि एव इदानीम्. अस्तु श्रीनिवास महोदय वदति वा. अस्तु महोदय, मरुत् तकारान्त पुंलिङ्ग शब्दं हलन्तशब्दः. मरुत् मरुतौ मरुतः हे मरुत् हे मरुतौ हे मरुतः मरुतं मरुतौ मरुतः मरुता मरुद्भ्यां मरुद्भिः मरुते मरुद्भ्यां मरुद्भ्यः मरुतः मरुतः मरुद्भ्यां मरुद्भ्यः मरुतः मरुतोः मरुतां मरुद्भि मरुतोः मरुत्सु. बहु समीचीनमस्ति. वस्तुतः तत्र भेदस्य कारणं बहु सरलम् अस्ति, कुत्रचित् वर्णभेदः भवति खलु. उदाहरणार्थम् अत्र वनिज् शब्दः, तत्र शब्दं पश्यामः, अत्र वनिज् शब्दः, तत्र शब्दस्य अन्ते जकारः अस्ति सर्वत्र, किन्तु कुत्रचित् गकारः भवति खलु, कुत्रचित् गकारः अपि तत् सप्तमी बहुवचने तत्र ककारः अस्ति. अत्र सन्धिः अस्ति, केवलं सन्धिः अस्ति, अन्यत् किमपि नास्ति. यदा अग्रे गत्वा सन्धिकार्यं ज्ञास्यामः तदा एतत् सर्वं बहु सुलभं भविष्यति. किमस्ति अत्र प्रातिपदिकमस्ति, अनन्तरं ततः अग्रे कश्चन प्रत्ययः अस्ति. यथा सु ओ जस् अम् ओट् शस् इति प्रत्ययाः सन्ति. नाम वनिज् योगः सु, वनिज् योगः औ, वनिज् योगः जस्, वनिज् योगः सु ओ जस् अम् अम् इति अस्ति. इति द्वितीयविभक्ति एकवचने. यत्र यत्र प्रत्ययः, यत्र प्रत्ययस्य प्रथमवर्णः स्वरः तत्र प्रतिपादिकं यथावत् तिष्ठति. यत्र प्रत्ययस्य प्रथमवर्णः हल्वर्णः नाम व्यञ्जनं, तत्र सन्धिकार्यं भवति, भेदः भवति. अतः तत्र द्विवचने पश्यतु, द्विवचने तत्र न तृतीयविभक्ति अपि च तृतीय चतुर्थी पञ्चमी इति पश्यतु. अपि च तत्र बहुवचने तृतीय चतुर्थी पञ्चमी, तत्र प्रत्ययः अस्ति भ्यां भ्यां भ्यां भिः भ्यः भ्यः इति प्रत्ययः. तत्र प्रथमवर्णः कः? भ अस्ति. भ्यां भ्यां भ्यां भिः भ्यः भ्यः तत्र भकारः अस्ति. भकारस्य प्रभावेन जकारस्य स्थाने गकारः भवति. यत्र प्रत्ययस्य प्रथमवर्णः हल्, तत्र परिवर्तनं भवति. यत्र अवशिष्टस्थलेषु सर्वत्र प्रत्ययस्य प्रथमवर्णः अच् अस्ति. अच् इत्युक्ते स्वरः. इति कारणेन एव तत्र भेदः न भवति. अतः एकवचने पश्यतु, तत्र वणिजा, तत्र आ इति प्रत्ययः अस्ति. अनन्तरं चतुर्थी ए अस्ति. अनन्तरम् अह अह इ, तत्र प्रथमवर्णः स्वरः अस्ति सर्वत्र. अतः जकारस्य परिवर्तनं न भवति. यत्र प्रत्ययस्य प्रथमवर्णः हल् अस्ति, तत्र द्विवचने बहुवचने तृतीय चतुर्थी पञ्चमी च, अपि च सप्तमी बहुवचने तत्र प्रत्ययः अस्ति सु. सकारस्य प्रभावेन सकारः हल्, सकारस्य प्रभावेन जकारस्य स्थाने क. अपि च प्रथमाविभक्तौ एकवचने सु इति प्रत्ययः. तत्र सु वस्तुतः सु इत्यस्य लोपः भवति, लोपः भवति. यत्र एक व्याकरणे एकः नियमः अस्ति, यत्र प्रातिपदिकस्य अथवा कश्चन शब्दस्य तत्र अन्ते हल् वर्णः अस्ति, तत्र प्रत्ययस्य लोपः भवति. प्रथमाभक्ति एकवचने तत्र वनिज् तत्र जकारः अस्ति. जकारस्य ज इति कारणात् तत्र सु इत्यस्य लोपः भवति, लोपः भवति. अनन्तरं पदान्ते तदानीं पदान्ते जकारः अस्ति, जकारस्य स्थाने विकल्पेन ककारः गकारः भवति. अतः अत्र केवलं यत्र कुत्रापि पश्यन्तु, तत्र यः कोऽपि शब्दस्य प्रातिपदिकस्य अन्तिम वर्णः यत्किमपि अस्ति, तस्य परिवर्तनं केवलं प्रथमाविभक्तौ एकवचने, द्वितीयविभक्तौ तृतीय चतुर्थी पञ्चमी, तथैव बहुवचने अपि, अनन्तरं सप्तमी बहुवचने. अन्यत्र तत्र प्रातिपदिकस्य अन्तिमवर्णस्य परिवर्तनं न भवति इति प्रारम्भिक तत्र परिचयः अस्ति. कोऽपि प्रश्नः वा? तथैव भवति. अत्र मरुत् इति पश्यतु, मरुत् इति पश्यतु. तत्र तकारस्य स्थाने द्विवचने तृतीया, तत्र किं भवति तकारस्य स्थाने? तकारस्य स्थाने दकारः, तकारस्य स्थाने दकारः. अत्र नियमः अस्ति यत् तत्र यत् वर्गीयव्यञ्जनस्य तृतीयसदस्यः तथा दधन तृतीयसदस्य दकारः अतः दकारस्य स्थाने दकारः भवति किन्तु सुहृत् इति पश्यतु सुहृत् इति अस्मिन् परिवर्तनम् अस्ति वा तत्र परिवर्तनं नास्ति किमर्थम् तकारस्य तवर्गस्य तृतीयस्य नाम नियमः अस्ति यत् वर्गस्य तृतीयसदस्यः भवति दकारात् शब्दः अस्ति चेत् दकारः तृतीयसदस्य तु अस्ति एव तथा दधन तर्हि यत्र मरुच्छब्दः अस्ति तकारस्य स्थाने दकारः अस्ति यत्र सुहृद् अस्ति तत्र वस्तुतः दकारस्य स्थाने दकारः भवति किन्तु न किमपि परिवर्तनं न दृश्यते दकारस्य स्थाने तृतीयसदस्यः दकारः एव अतः वयं द्रष्टुं शक्नुमः सर्वत्र तथैव अस्ति तत्रापि सन्धिकारि नाम जकारस्थाने ककारः किमर्थमिति वा अत्र जकारस्य स्थाने ककारः जातः तत्र सन्धिकार्यमस्ति तत्र सूत्राणि सन्ति तत्र अष्टाध्याय्यां सूत्राणि सन्ति एकं सूत्रमस्ति चोः कुः सूत्रमस्ति चोः कुः इदानीम् अस्माकं विषयः नास्ति तस्य अर्थः अर्थं वक्तुं शक्नोमि किन्तु इदानीं मास्तु इति अहं मन्ये सूत्रमस्ति चोः कुः नाम चोः कुः इत्युक्ते तत्र चवर्गीय कश्चन वर्णः अस्ति तस्य स्थाने कवर्गीय आदेशः कवर्गीयपरिवर्तनं तर्हि अत्र जकारः चवर्गे अस्ति अतः चवर्गस्य स्थाने कवर्गीयपरिवर्तनम् अपि च विकल्पेन तत्रापि सूत्राणि सन्ति किमर्थं ककारविकल्पः तदर्थम् अपि सूत्राणि सन्ति वावसाने महोदय सप्तमी विभक्तिः वणिजि वणिजोः वणिक्षु क्षु किं करणेन तदापि सन्धिकार्यमस्ति एव सकारस्य नाम तत्र प्रत्ययः अस्ति सु वणिज् योगः सु तत्र वणिक्षु वणिक्षु न वदामि अत्र सूत्रत्रयमस्ति अत्र सूत्रकार्यत्रयमस्ति सकारस्य प्रभावेन प्रथमतया तत्र जकारस्य स्थाने चवर्गीयवर्णादेशः भवति चौः कुः यथा प्रथमा विभक्तमासीत् अत्रापि चौः कुः कार्यं करोति तर्हि जकारस्य स्थाने कवर्गीय आदेशः जकारः तृतीयसदस्यः अतः चकारस्य तृतीयसदस्य आदेशः भवति जकारस्य स्थाने ग प्रथमं वणिज् योगः सु तत्र एकनिमेषः तत्र जकारस्य स्थाने ककारः अनन्तरं द्वितीयं सूत्रमस्ति खरिच इत्यनेन सूत्रेण तत्र गकारस्य स्थाने ककारः भवति अतः तत्र वणिक् योगः सु अनन्तरं ककारस्य प्रभावेन इदानीं प्रथमं जकारस्य स्थाने ग अनन्तरं गकारस्य स्थाने क अनन्तरं तृतीयसूत्रमस्ति आदेशप्रत्ययोः इति सूत्रेण ककारस्य प्रभावेन सकारस्य स्थाने मूर्धन्यषकारादेशः भवति अतः केवलं सन्धिकार्यमस्ति इदानीं सूत्राणि कानि इति मास्तु केवलं प्रदर्शयितुम् अहम् उक्तवान् किन्तु केवलं सन्धिनियमाः सन्धिः एव अस्ति अन्यत् किमपि नास्ति अग्रे गत्वा अध्येतुं शक्नुमः कानि नियमा कानि सूत्राणि के नियमाः अस्तु इदानीं मुख्यकार्यमस्ति भवतां यत् तत्र प्रवृत्तिः का नाम ट्रेण्ड् कुत्र भवति वर्णपरिवर्तनम् अनन्तरं किञ्चित् कण्ठस्थी करोति चेत् एतत् सर्वं परिचितः भवति. अनन्तरम् अग्रे गत्वा सूत्रसंस्कारः भवितुमर्हति. इदानीं केवलं रूपाणि इति समीचीनं स्यात्. हा अस्तु, अन्य कोऽपि प्रश्नः वा? इत्युक्ते वणिक् वन् अर्थः वा, शब्दस्य अर्थः वा? सहदेव महोदय, भवान् शब्दस्य अर्थं ज्ञातुमिच्छति वा? हा हा हा हा हा अस्तु अस्तु समीचीनं. हा तत्र वनेक् इत्युक्ते व्यापारी. व्यापारी शब्दं जानाति वा? व्यापारी व्यापारी उदाहरणार्थम् उदाहरणार्थम् आपणः, आपणम् आपणः जानाति वा? आपणः स्टोर्. हा हा हा हा सत्यं. तत्र आपणः अस्ति, यस्य आपणः अस्ति सः वणिक् अस्ति. हा हा हा हा तथैव अस्ति. समीचीनं. बिस्नेस् मेन् अस्तु समीचीनं. तर्हि अग्रे सरेम. इदानीं पुस्तके तत्र पुस्तके तत्र द्वादशपुटः द्वादशे पुटे एकं सूत्रमस्ति, श्लोकः अस्ति. तत्र श्लोकः अस्तु, पद्माभगिनी पठति वा? इदानीम् उपरि उपरि पश्यतु, सर्वोपरि. तत्र अन्यश्लोकः अस्ति उपरि. एतं श्लोकं नागुणि द्वादशपुटं. सत्यं सत्यं, तत्रैव नागुणि. नागुणि गुणिनं वेत्ति गुणि गुणीषु मत्सरि गुणी च गुणिरागी च विरलः सरलो जनः. तर्हि गृहपाठरूपेण अयं श्लोकः दत्तः. तत्र श्रीनिवासमहोदय तत्र अवगच्छति वा तस्य श्लोकस्य अर्थः? अथवा सुब्रह्मण्यमहोदय साहाय्यं करोति वा? अतः अहं स्वयं वदामि वा? नागुणि गुणिनं वेत्ति गुणी गुणेषु मत्सरि अगुणि गुणिनं न वेत्ति सः गुणी गुणेषु मत्सरि. मत्सरि मान्ये ईर्ष्या गुणि असूया गुणि च गुणिरागी च विरलः सरलो जनः. गुणि गुणरागी च विरलः सरलः जनः. अर्थः कः इति किञ्चित् वदतु. अर्थः अगुणि गुणिनं न वेत्ति मन्ये अगुणि गुणिनं न जानाति वेत्ति मतलब मन्ये ज्ञानं न भवति गुणस्य ज्ञानं न भवति गुणेषु मत्सरि गुणेषु मत्सरि अत्र मत्सरि मान्ये असूया गुणि प्रथमा विभक्ति बहुवचनं गुणेषु सप्तमी विभक्ति बहुवचनं एकनिमेषः एकनिमेषः. बहु समीचीनमस्ति महोदय, किन्तु किं वदामि अत्र किं वदामि. प्रथमभागं भवान् उक्तवान् सर्वे अवगतवन्तः न वा इति द्रष्टव्यमस्ति. नागुणि गुणिनं वेत्ति. प्रथमतया यत्र कुत्रापि श्लोकः भवति तत्र पदच्छेदः करणीयः अस्ति. संध्या भगिनी तत्र अस्ति वा भवती? आम् अस्मि. श्लोकं जान श्लोकम् अवगच्छति वा? न न, प्रथमभागः न गुणि गुणिनं द्वेत्ति इति अवगच्छति वा? न, अत्र गुणः गुणशब्दं वयं सर्वे जानीमः खलु. गुणः गुणशब्दं सर्वे जानन्ति वा? हा सत्यं. सहदेव महोदय अवगच्छति वा गुणः? सहदेव महोदय जानाति वा? हा हा हा, रजगुण तमगुण हा सत्त्वगुण, तत्र गुणः इत्युक्ते क्वालिटि. गुणः इत्युक्ते क्वालिटि. न क्यारेक्टर् इति न, क्वालिटि. गुणः इत्युक्ते क्यारेक्टर् नितरां नास्ति, गुणः इत्युक्ते क्वालिटि. स्पष्टतया वक्तव्यमस्ति, तत्र गुणः इत्युक्ते क्वालिटि. अपि च गुणी यथा धनी, यः पुरुषः धनी अस्ति, धनी इत्युक्ते यस्य पार्श्वे धनमस्ति सः धनी खलु. तत्र नकारान्तपदमस्ति, नकारान्तपदमस्ति धनिन्, धनिन्. तत्र वयं कुत्रापि संयोक्तुं कुत्रापि न, किन्तु बहुत्र प्रत्ययस्य नाम इनि प्रत्ययः. यत्र यत्र अकारान्तशब्दः अस्ति, धनमिति अ, गुणम् इति गुण, धन, तत्र इनि प्रत्ययः भवति. अन्यत्र उदाहरणार्थं विद्यार्थी, विद्यार्थिन्, विद्यार्थी, गुणिन्, प्रथमाविभक्तौ अस्ति गुणी पुल्लिङ्गे, स्त्रीलिङ्गे न, गुणी स्त्रीलिङ्गे किं भवति? गुणिनी. विद्यार्थी, विद्यार्थिनी. अस्तु, गुणी गुणिनी विद्यार्थी विद्यार्थिनी. अत्र यस्य गुणः अस्ति सः गुणी. सो गुणी इत्युक्ते हु हेज़् मेनि क्वालिटीस् ओर् यु केन् से टेलेण्टेड्. तर्हि अत्र पदच्छेदः करणीयः अस्ति. सन्ध्याभगिनी श्रूयतु, अत्र प्रथमं कार्यं यत्र श्लोकः अस्ति तत्र अस्माकं प्रथमं कार्यमस्ति पदच्छेदः. अत्र न गुणी इति तत्र पदद्वयमस्ति, पदद्वयमस्ति. भवती वदतु तत्र पदच्छेदः कः नागुणी? सुब्रह्मण्यो महोदय वदतु पदच्छेदः कः? महोदय अत्र नागुणी न योगः अगुणी, नागुणी. न योगः गुणि, समीचीनं समीचीनं. न योगः गुणि नागुणि इति अस्ति. तर्हि सत्यं, यस्य यस्य यः गुणि, यः गुणि नास्ति. समीचीनं वा? न, अत्र अगुणि, यः यः गुणि नास्ति सः अगुणि, अगुणि. तत्र अ प्लस् गुणि इति अगुणि. इदानीं न इति पृथक् शब्दः अस्ति. अत्र न गुणि गुणिनं वेत्ति, वेत्ति इत्युक्ते जानाति. अतः वेत्ति इति स्थाने जानाति इति पश्यतु, स्थापयतु तत्र वेत्ति. हा, अत्र वाक्यं किं भवति इति वदामि. हा, डबल् नेगेटिव् अस्ति. अत्र वाक्यं किम् अस्ति? अगुणि गुणिनं न जानाति अगुणी गुणिनं न जानाति गुणिनम् इति का विभक्तिः द्वितीय एकवचनं तर्हि अगुणि गुणिनं न जानाति न अभिज्ञातुं न अभिज्ञातुं शक्नोति अभिजानाति इत्यस्य अर्थः जानाति वा अभिजानाति रेकग्नैस् महोदय नागुणि पदच्छेदं न अगुणि सत्यम् अत्र अस्माकं कार्यद्वयमस्ति प्रथमकार्यमस्ति पदविच्छेदः अनन्तरं शब्दक्रमः तर्हि न अगुणि गुणिनं वेत्ति प्रथमं कार्यमस्ति पदविच्छेदः पदविच्छेदः नाम न गुणि पदविच्छेदः अस्ति न गुणि गुणिनमिति एक पदमस्ति एव वेत्ति इति पृथक् पदमस्ति एव किन्तु न गुणि तत्र पदद्वयमस्ति न गुणि पदविच्छेदं पदविच्छेदं कृत्वा न गुणि अनन्तरं क्षम्यतां न अगुणि न अगुणि इदानीं न अगुणि गुणिनं वेत्ति इति तत्र शब्दक्रमः समीचीनः नास्ति तत्र कविता अस्ति खलु कविता यत्र कविता अस्ति तत्र शब्दक्रमः यः कोऽपि भवतु नाम छन्दः अस्ति तदर्थं शब्दक्रमः भिन्नः भवति तर्हि इदानीं वाक्यं रचनीयमस्ति अगुणि गुणिनं न वेत्ति वेत्ति इत्युक्ते अभिजानाति इत्युक्ते रेकग्नैस् तर्हि यस्मिन् गुणः नास्ति सः यस्मिन् गुणः अस्ति तम् अभिज्ञातुं न शक्नोति इति अर्थः स्पष्टं वा यः गुणी नास्ति यस्मिन् गुणः अस्ति तम् अभिज्ञातुं न शक्नोति अतः अगुणि गुणिनं न वेत्ति सर्वे अवगच्छन्ति सन्ध्या भगिनी अवगच्छति वा अन्ये सर्वे प्रथमभागः उक्तः अस्तु तर्हि तत्र महोदय भवान् अग्रे वदति वा सुब्रह्मण्य महोदय द्वितीयभागः गुणिषु मत्सरि अत्र अहं किञ्चित् चिन्तयामि महोदय गुणिषु मत्सरि मत्सरि पदस्य अर्थं जानामि परन्तु अहं सम्यक् न प्रतिपादयितुं शक्नोमि अस्तु अस्तु नास्ति चिन्ता किञ्चित् वदति अथवा अहं वदामि भवानेव वदतु महोदय अस्तु अत्र गुणिषु मत्सरि इति वाक्यमस्ति अत्र पदविच्छेदः तदर्थं किमपि नास्ति यतोहि गुणि स्वयम् एकः शब्दः गुणिषु एकः शब्दः अपि च मत्सरि एकः शब्दः तर्हि पदविच्छेदः किमपि नास्ति अपि च शब्दक्रमः समीचीनः एव अत्र गुणिषु मत्सरि अत्र गुणि इत्यस्य का विभक्तिः गुणिषु मत्सरि अस्तु तर्हि अत्र का स्थितिः इति चेत् विशेषणविशेषभावः कुत्रचित् अस्ति वा यत्र तत्र किं वदामः यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि तर्हि अत्र विशेषणविशेषभावः कुत्रचित् अस्ति वा प्रायः अस्ति महोदय अत्र एकनिमिषं मत्सरी समीचीनं मत्सरी गुणी कोऽपि गुणि अन्य गुणि गुणवान् ईर्ष्या करोति. पद्मभगिनी समीचीनमस्ति, तथैव अस्ति. अत्र गुणि इति एकवचने प्रथमभक्तौ अस्ति, मत्सरी अपि तथा. तर्हि अत्र विशेष्यमस्ति गुणि, विशेषणमस्ति मत्सरी. मत्सरी गुणि इत्युक्ते यस्मिन् गुणः अस्ति, मत्सरी इत्युक्ते यस्मिन् मत्सरः अस्ति ईर्ष्या. मत्सरः इत्युक्ते ईर्ष्या. तर्हि यस्मिन् मत्सरस्य तस्मिन् ईर्ष्या अस्ति इति अर्थः. तत्र प्रत्ययः समानः. यत्र यत्र वयं पुरुषः अस्ति वा नाम सम्यक् पुरुषः इति न वदामि, तस्मिन् गुणाः सन्ति. परन्तु सम्यक् गुणः वा? सम्यक् किन्तु उदाहरणार्थं ब्रिलियण्ट् म्यूसिशियन् अस्तु, सः गुणी अस्ति खलु. किन्तु सः तर्हि एकनिमेषः, तत्र सः ब्रिलियण्ट् म्यूसिशियन् अस्ति खलु, सः गुणि अस्ति. किन्तु यः ब्रिलियण्ट् म्यूसिशियन् अस्ति सः चोरः अपि भवितुम् अर्हति वा? भवितुम् अर्हति खलु, असम्भवः तु नास्ति. तर्हि तर्हि अत्र किम् अस्ति नाम, अत्र गुणि इत्युक्ते प्रतिभावान्, प्रतिभा जिदानाति वा? प्रतिभा प्रतिभा इति टेलेण्ट्, स्किल् टेलेण्ट्, प्रतिभा. प्रतिभावान् इति टेलेण्टेड्, गुणि अपि तथा. तर्हि यः गुणि अस्ति यत्र गुणिषु, गुणिषु इत्युक्ते एकस्मिन् प्रकोष्ठे बहवः जनाः सन्ति, सर्वे गुणिनः सन्ति. एकशतं जनाः सर्वे एकशतं जनाः प्रकोष्ठे सन्ति, ते सर्वे गुणिनः सन्ति. तेषु यः गुणी अस्ति, प्रत्येकं गुणी अस्ति, तान् तत्र गुणी गुणिनः, गुणी गुणिनौ गुणिनः, गुणिनां गुणिनौ गुणिनः. तर्हि तान् गुणिनः दृष्ट्वा यः कोऽपि एकः गुणी अस्ति तस्य एकः गुणी अस्ति तस्य मनसि ईर्ष्या भवति. तस्य मनसि तान् दृष्ट्वा, ओ न, अहं सम्यक्, अहं सम्यक्, सर्वे चिन्तयन्ति अहं सम्यक्, अहं सम्यक्. अतः यः यद्यपि सः गुणि अस्ति तस्मिन् तस्य मनसि ईर्ष्या भवति न वा? परन्तु अहं चिन्तितवती यदि एकः गुणि अस्ति तर्हि तर्हि नाम यदि सर्वे अगुणिनः सन्ति, एक एव गुणि अस्ति, तर्हि तस्य विनम्रता भवितुम् अर्हति, विनम्रता, ह्युमिलिटि. यदि सर्वे गुणिनः सन्ति तर्हि तत्र भयं भवति, न न, अहं सम्यक्, अहं सम्यक्. अतः तत्र ईर्ष्या भवति. अतः यः सः गुणि अस्ति किन्तु सः मत्सरी अपि भवति, यस्मिन् ईर्ष्या अस्ति, यस्मिन् मत्सरः अस्ति सः मत्सरी. तर्हि प्रथमपङ्क्ति अस्ति, अत्र गुणिषु गुणिनः समूहः खलु, गुणिषु, हा सत्यं. नाम यत्र बहवः गुणिनः सन्ति एकस्मिन् प्रकोष्ठे एकस्मिन् स्थले, परस्पर मत्सरी गुणः भवति तेषां मध्ये. सत्यं, एषः वचनस्य अर्थः गुणिनः मध्ये परस्पर ईर्ष्या भवति. सत्यं, तादृश अर्थः अस्ति. तादृश एव अर्थः अस्ति. गुणिषु गुणिषु प्रत्येकं गुणिनः प्रत्येकं गुणिनः मनसि ईर्ष्या भवति. प्रत्येकं गुणि गुणिषु मध्ये प्रत्येकं गुणि मत्सरी भवति. अस्तु, अग्रे सरेम. गुणी च गुणरागी च विरलः सरलो जनः. अत्र सरलः जनः. गुणी च गुणरागी च विरलः सरलः जनः. मान्ये गुणी गुणरागी ये जनाः गुणी गुणरागी सन्ति ते सरलः जनः अपि विरलः. मान्ये विरलः विरलः किञ्चित् प्रत्येक प्रत्येक गुणः भवति. विरलः विरलः सामान्यः न. अत्र अर्थं वदामि. अत्र गुणी इदानीम् एकस्मिन् प्रकोष्ठे शतं जनाः सन्ति. प्रत्येकं गुणी अस्ति. साधारणस्थितिः अस्ति यत् प्रत्येकस्य प्रत्येकं जनस्य मनसि ईर्ष्या भविष्यति एव. यत् ओ अहं सम्यक् अथवा सः सम्यक् इति तत्र ओ सः सम्यक् अस्ति तत्र भयं भवति अतः ईर्ष्या भवति. अतः सामान्यस्थितिः अस्ति गुणी गुणिषु मत्सरी भवति इति स्थितिः. इदानीम् उच्यते अग्रे यत् गुणी च गुणरागी च तस्मिन्नेव प्रकोष्ठे शतं जनाः सन्ति. सर्वे गुणिनः सन्ति. तेषु यदि शते जनेषु यदि एकः सर्वे गुणिनः सन्ति किन्तु यदि एकः गुणी गुणरागी अपि अस्ति. गुणरागी इत्युक्ते यस्य मनसि गुणिनं दृष्ट्वा अन्यं गुणिनं दृष्ट्वा यस्य मनसि रागः भवति. ओ कियत् सुन्दरमस्ति तस्मिन् जने गुणः अस्ति. यस्य मनसि अन्यं गुणिनं दृष्ट्वा रागः उत्पद्यते न तु ईर्ष्या सः गुणरागी न तु मत्सरी. अतः गुणिषु मध्ये गुणी मत्सरी इति सामान्यस्थितिः अस्ति. किन्तु गुणिषु मध्ये गुणी गुणरागी इति विरलः नाम न लभ्यते. विरलतया एव लभ्यते. सामान्यस्थितिः नास्ति. यस्य हृदये ईर्ष्या न भवति अन्यं गुणिनं दृष्ट्वा. बुद्धं वा? बुद्धं महोदय. अत्र गुणरागी मान्ये गुणं प्रति सः किञ्चित् आराधना भवति. सत्यम्, आराधना. तत्र प्रेमभावना भवति. प्रेमभावं भवति. रोचते. अत्र गुणरागी इति समासः अस्ति नाम गुणं प्रति रागः यस्मिन् गुणं प्रति. गुणं प्रति रागः. रागी सप्तमी विभक्ति खलु महोदय? गुणरागी रागी न सप्तमी नास्ति. सप्तमी नास्ति. परन्तु महोदय भवान् तस्मिन् प्रति कथयति खलु कस्मिन्ति न प्रथमे प्रथमे अध्याये वयं दृष्टवन्तः खलु तत्र द्वितीयविभक्ति यत्र प्रति अस्ति तत्र द्वितीयविभक्ति भवति खलु अहं चिन्तयामि गुणरागी प्रथमविभक्ति एव परन्तु रागी क्षम्यतां महोदय प्रथमाविभक्ति एव यथा गुणी अस्ति तथा रागी अत्र तस्य मूल तस्य शब्दस्य मूलरूपं प्रातिपदिकं किम् गुणरागेन गुणस्य रागः अथवा गुणं प्रति रागः यस्मिन् अतः गुणस्य रागः गुणं प्रति रागः यस्मिन् अस्ति सः गुणरागी यथा गुणः यस्मिन् अस्ति सः गुणी तथैव यस्मिन् गुणं प्रति रागः अस्ति सः गुणरागी कः शब्दः न गुणं प्रति रागः प्रतिरागः न गुणं प्रति रागः अथवा गुणस्य रागः इति चिन्तयतु गुणस्य रागः किन्तु सा न अवगच्छति प्रति अस्तु समीचीनं वा तर्हि तादृश अर्थः अस्ति अस्तु अग्रे सरेम श्रीनिवासमहोदय अग्रे पठतु कृपया तत्र स्थूलाक्षरैः न अग्रे स्थूलाक्षरैः अग्रे पठतु स्थूलाक्षरैः लिखितानां शब्दानां प्रातिपदिकरूपाणि अधः लिखितानि नागुणि इति न अगुणि अस्ति किन्तु पदच्छेदं करोतु अगुणि शब्दः अस्ति अगुणि प्रातिपदिकं रूपं प्रातिपदिकं सत्यं तर्हि अगुणिन् अनन्तरं गुणिन् अनन्तरं मत्सरिन् इति प्रातिपदिकानि सन्ति अस्तु तर्हि अग्रे लक्ष्मीभगिनी अग्रे श्लोकस्य आधारेण प्रश्नानाम् उत्तराणि लिखत गुणिनं कः न वेत्ति गुणिनं कः न वेत्ति उत्तरम् अगुणि गुणिनं न वेत्ति गुणिनं कः न वेत्ति अगुणि गुणिनं न वेत्ति खलु किमभवत् सर्वे सन्ति इति वा पुष्पा भगिनी अग्रे द्वितीयं पठति वा पुष्पा भगिनी अग्रे गुणिनं कः न वेत्ति गुणिषु कीदृशः भवति उत्तरं गुणिषु मत्सरी भवति सम्यक् अस्ति अस्तु अग्रे पद्मा भगिनी अग्रे कीदृशः जनः विरलः सर्वश्च भवति अस्तु सम्यक् अस्ति अस्तु इदानीं सहदेव महोदय तत्र भवान् यथा पूर्वं तत्र वनेज् इत्युक्ते किमिति पृष्टवान् तथैव भवान् अग्रे गत्वा यदा कदापि प्रष्टुमिच्छति भवान् पृच्छतु अस्तु Kadapi, if you ever have a question, you ask, huh? अस्तु अस्तु अग्रे सरेम तर्हि अत्र कश्चन श्लोकः अस्ति श्लोकः अस्ति अत्र अस्तु लक्ष्मी भगिनी पठतु कृपया ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मैव ते नगन्तव्यम् ब्रह्मार्पणं ब्रह्महविः ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मैव ते न गन्तव्यं ब्रह्मकर्मसमाधिना अस्तु तर्हि इति प्रसिद्धश्लोकः अस्ति खलु सर्वे श्रुतवन्तः पूर्वमेव प्रसिद्धश्लोकः इदानीम् अस्माभिः अवगन्तव्यमस्ति श्लोकस्य अर्थः प्रत्येकं प्रथमं कार्यं किं पदविच्छेदः प्रथमं कार्यमस्ति पदविच्छेदः तर्हि ब्रह्मार्पणं ब्रह्मार्पणं तत्र किमस्ति तर्हि अत्र ब्रह्मार्पणं ब्रह्मार्पणम् इति पदविच्छेदं कोऽपि करोति वा अर्पणम् अत्र अर्पणम् इति अस्ति का विभक्तिः अर्पणं वस्तुतः श्लोकस्य अर्थः सर्वे जानन्ति अथवा किमपि वदामि अर्थं जानाति वा अस्तु श्लोकस्य अर्थमेकवारं वदामि अनन्तरं तदाधारेण प्रायः सर्वं सरलं भविष्यति श्लोकस्य अर्थः अतीव सरलः श्लोकस्य अर्थः एवमस्ति यत् सर्वं ब्रह्म अस्ति तदेव श्लोकस्य अर्थः सर्वं ब्रह्म एव इति अर्थः नाम श्लोकस्य अर्थः एवमस्ति यत् यत्किमपि कार्यं वयं कुर्मः यः करोति सः कार्यस्य यः कार्यं करोति सः कर्ता अस्ति खलु नाम अत्र किं वदति कर्ता अपि ब्रह्म यत् कार्यं करोति तदपि ब्रह्म तत्र यः कार्यं स्वीकरोति तदपि ब्रह्म सर्वं यद् भवति अस्मिन् विश्वे तत्तु ब्रह्म एव तस्य प्रतीकम् इति जानन्ति वा प्रतिनिधिः अत्र प्रतिनिधिशब्दं सर्वे जानन्ति खलु चिह्नम् इति रूपेण तत्र सिम्बल् रूपेण अथवा रेप्रेसेण्टेड् तत्र प्रतिनिधिरूपेण अत्र एकम् उदाहरणं उदाहरणरूपेण यद् अहम् उक्तवान् इदानीं सर्वं ब्रह्म यः करोति सः ब्रह्म यत् क्रियते तत् ब्रह्म तस्य कार्यस्य फलमपि ब्रह्म सर्वं ब्रह्म इत्यस्य प्रदर्शनार्थम् एकं प्रतीकं स्वीकृतमस्ति प्रतिनिधिः प्रतिनिधिरूपेण एकं प्रतीकं तत् स च यज्ञः इति उदाहरणमस्ति मुख्यमस्ति मुख्यमस्ति विश्वं सर्वं ब्रह्म इति अर्थः तत्र प्रतिनिधिरूपेण उदाहरणरूपेण तत्र यज्ञः इति उदाहरणं दीयते तत्र यत्र यज्ञः भवति तत्र हविः भवति खलु हविः जानन्ति वा सर्वे यज्ञसमये यद्दीयते तद् हविः अस्ति खलु हविः इति अस्य प्रातिपदिकं हविष् मूर्धन्यषकारान्तपदमस्ति हविष् यथा अस्माकं करपत्रे तत्र मनस् इति शब्दः अस्ति अथवा धनुष् तत् करपत्रस्य तृतीयपूतं पश्यन्तु धनुष् धनुष् इति लिङ्गं किम् नपुंसकलिङ्गे शब्दः तृतीयपुते अस्ति, तनुष् पश्यति वा? तृतीयपुते अस्ति. अस्तु, अत्र रूपाणि धनुः धनुषि धनुंषि, धनुः धनुषि धनुंषि. मया प्रथमे दिने उक्तं यत् यदि इमानि पदानि, यानि पदानि अहं दत्तवान् अस्मिन् करपत्रे, सर्वाणि यदि जानन्ति तर्हि सर्वाणि हलन्तशब्दानि ज्ञातानि भवन्ति, शलब्दपदानि ज्ञातानि भवन्ति इति स्थितिः. तर्हि अत्र हविष् इति शकारान्तपदं, यथा धनुष् धनुः धनुषि धनुंषि, हविष् हविष् भवति हविः हविषि हविंषि. हविः महोदय, महोदय, एकः प्रश्नः अस्ति अत्र. अहं चिन्तयामि हवि हविष् सकारान्तः नपुंसकलिङ्ग प्रायः सकारान्तः न न मूर्धन्यषकारान्तपदमस्ति, मूर्धन्यषकारः एव. किमर्थं सकारान्तपदम् इति चिन्तयति भवान्? प्रायः अहं मम पुस्तके तेलुगुभाषायां किमपि पुस्तकमस्ति, तत्र संस्कृतश्लोके हविस् एव लिखति. यत्र पदविभजनं कुर्वन्ति तत्र हविस् एव लिखितमस्ति, तत्कारणात् अहं चिन्तयामि प्रायः केषुचित् पुस्तकेषु दन्त्यसकारान्तपदमिति लिख्यते, किन्तु वस्तुस्थितिः इयं यत् रूपाणि वदामि. हविः हविः हविः किं भवति, हविः हविषि, अत्र हविः हविषि हविंषि, तत्र हविषि इति नास्ति, मूर्धन्यषकारः अस्ति. हविः हविषि हविंषि, हविः हविषि हविंषि, हविषा हविषा, अत्र हविषा नास्ति, हविषा अस्ति. तृतीयविभक्ति एकवचने हविषा मूर्धन्यषकारः, हविषा यथा धनुषा अस्ति, धनुषा धनुषा अस्ति मूर्धन्यषकारः, धनुषा हविषा भवति. तत्र यदि दन्त्यसकारान्तपदं यदि अभविष्यत् तर्हि सकारः भविष्यत् हविषा. अतः नाम हविषा भवति न वा इति मम शङ्का अस्ति, यतोहि तत्र प्रयोगे हविषा दृश्यते. हविः हविषि हविंषि हविषि हविः हविषि हविंषि हविषा हविर्भ्यां हविर्भिः हविष्ये हविर्भ्यां हविर्भ्यः हविषः हविर्भ्यां हविर्भ्यः हविषः हविषो हविषां हविषि हविषो हविषु इति भवति रूपाणि. इदानीम् एकमस्ति यत् न मूर्धन्यषकारः भवेत्. अस्तु, यत्किमपि भवतु एव, कुत्रचित् यत्र समासः भवति कुत्रचित् सकारः भवितुमर्हति, किन्तु सामान्यतया हविष् इति उच्यते. अनन्तरं तर्हि अत्र हविः अस्ति, हविः इति तत्र यत् दीयते यज्ञसमये, यद्दीयते सः हवि, तत् हवि अस्ति हविः. यथा यत्किमपि कार्यं वयं कुर्मः लोके, कार्यं कुर्मः यथा किमपि दद्मः किमपि कुर्मः, तत्र कर्म भवति, तस्य प्रतिनिधिः अत्र हविः. विश्वे यत्किमपि क्रियते प्रतिनिधिः अस्ति हविः. अनन्तरं क्रिया तत्तु अर्पणमस्ति, यज्ञसमये यत् अर्पणं भवति तत् तस्य प्रतिनिधिः भवति विश्वया कापि क्रिया. तर्हि विश्वया कापि क्रिया ब्रह्म इत्यस्य वदनार्थं ब्रह्मार्पणमिति उक्तं. ब्रह्म अर्पणम्, अर्पणम् एव ब्रह्म, या क्रिया अस्ति सा ब्रह्म. इति ब्रह्म अर्पणं अर्पणं ब्रह्म एव. अनन्तरं ब्रह्म हविः यत् क्रियते यद्दीयते तत् हविः, तदपि ब्रह्म. अनन्तरं यस्मै दीयते अग्निः, यज्ञ तत्र अग्निः अस्ति, अग्नौ दीयते खलु, अग्नौ स्थाप्यते हविः, हविः स्थाप्यते अग्नौ. अत्र ब्रह्माग्नौ अत्र अग्नौ इति अस्ति का विभक्तिः? ब्रह्माग्नौ. अनन्तरं ब्रह्मणाहुतम् अत्र न ब्रह्मणाति, अत्र ब्रह्म इति शब्दः तस्य प्रातिपदिकं किम्? नकारान्त शब्दः अस्ति, नपुंसकलिङ्ग नकारान्त शब्दः. यथा अत्र करपत्रे अत्र कर्मन् शब्दः अस्ति करपत्रे, कर्मशब्दः अस्ति कर्मन्, तत्र तृतीयविभक्ति कर्मणा, अत्र ब्रह्मणा. तत्र ब्रह्मणा हूतम् हूतम् इति नाम इत्युक्ते दत्तम् अस्तु. तर्हि ब्रह्मणा हूतम् ब्रह्मणा दत्तम् नाम प्रथमतया क्रिया, प्रथमा ब्रह्मार्पणमिति प्रथमा क्रिया ब्रह्म अस्ति. अनन्तरं यद्दीयते, यद् नाम हविः यद्दीयते तद् ब्रह्म अस्ति. अनन्तरं ब्रह्मणा हूतं यस्मै दीयते. अनन्तरं ब्रह्म एव नाम ब्रह्मणाहुतं नाम ब्रह्मणाहुतं नाम येन दीयते, येन दीयते ब्रह्मणाति येन, येन दीयते. तर्हि या क्रिया यद्दीयते यस्मै दीयते येन दीयते, ब्रह्मणाहुतमिति येन दीयते. अनन्तरं ब्रह्म एव तेन गन्तव्यमिति अन्तिमभागः अस्ति. ब्रह्मकर्मसमाधिना इति ब्रह्म एव तेन गन्तव्यं ब्रह्मकर्मसमाधिना इत्युक्ते ब्रह्म एव तेन गन्तव्यमिति अवगतं खलु? तेन गन्तव्यं कुत्र? ब्रह्म. कदा? यः यत् प्रथमपङ्क्तिः इति एकं कर्म अस्ति खलु, हविः दीयते, अग्नौ दीयते, केनचित् दीयते इति एकं कर्म अस्ति. यः नाम विश्वे तादृशं कर्म, यत्किमपि कर्म, या कापि क्रिया, यत्किमपि कर्म कुर्मः, यस्य मनसि एतत् तिष्ठति यत् एतत् सर्वं ब्रह्म अस्ति, तस्य मनसि समाधिः स्थितिः प्राप्यते. समाधिः इति शब्दं सर्वे जानन्ति वा? समाधिः. अस्तु, तर्हि ब्रह्मकर्म न अत्र सन्धिः अस्ति, ब्रह्म एव. ब्रह्म एव तेन गन्तव्यं, ब्रह्म इति गन्तव्यस्थानं, यत्र अस्माकं गन्तव्यस्थानं भवति, गृहं गच्छामि, मया गृहं गन्तव्यमस्ति. अत्र यस्य इदानीम् एतत् प्रथमपङ्क्तौ यत् यावद् उक्तं, यः तादृशं कार्यं कृत्वा यः स्मरति यत् एतत् सर्वं ब्रह्म, नाम ब्रह्मकर्म, अन्तिमपङ्क्तौ लिखितमस्ति ब्रह्मकर्म, यस्य मनसि एतत् सर्वं तिष्ठति यत् एतत् सर्वं ब्रह्म तस्य मनसि समाधिस्थितिः प्राप्यते समाधिस्थितिः अतः ब्रह्मकर्मसमाधिना अत्र मम पुस्तके मुद्रणदोषः अस्ति तत्र समाधिना इति लिखितमस्ति वा समाधिना न समाधिना इति नास्ति अत्र दोषः अस्ति समाधिना दोषः अस्ति लेखनदोषः अस्ति समाधिना समाधिना अस्ति अत्र ब्रह्मकर्मसमाधिना ब्रह्म एव तेन गन्तव्यम् ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यं यः स्मरति यत् एतत् सर्वं ब्रह्म अस्ति तस्य मनसि समाधिस्थितिः अस्ति अपि च एतत् तस्य फलमस्ति यत् ब्रह्म एव गन्तव्यं तेन इति अर्थः तर्हि प्रथमपङ्क्तौ या कापि क्रिया क्रियते विश्वे तस्य प्रतिनिधिः भवति अत्र अनन्तरं द्वितीयपङ्क्तौ तस्य फलं भवति फलमुच्यते यस्य मनसि एतत् सर्वं क्रियते नाम तादृशं यस्य यः विश्वे तादृशं कार्यं सर्वदा करोति तादृशं कार्यं यत् अहं स्वयं ब्रह्म यस्मै अहं किमपि ददामि सः अपि ब्रह्म यत् अहं ददामि तदपि ब्रह्म या क्रिया दानस्य क्रिया अपि ब्रह्म एतत् सर्वं मनसि तिष्ठति चेत् ब्रह्मकर्म इति भूत्वा तस्य मनसि समाधिस्थितिः भवति अतः एतादृशं जीवनं भवति चेत् ब्रह्म एव गन्तव्यं तेन प्रथमपङ्क्ति चेत् ब्रह्माग्नौ द्विवचन न न अग्निः अग्निः इत्यस्य अग्नौ अग्नौ इत्यस्य रूपं किं कोऽपि वदतु वा सप्तमी एकवचनं एतत् सर्वं स्पष्टमस्ति वा स्पष्टमस्ति वा सन्ध्या भगिनी आगच्छति वा अस्तु समीचीनमस्ति अग्रे सरेम तर्हि ब्रह्म अत्र ब्रह्माग्नौ इति ब्रह्म एव अग्निः तस्मिन् तस्य ब्रह्माग्नौ इत्यस्य अर्थः ब्रह्म एव अग्निः तस्मिन् अनन्तरं ब्रह्मकर्मसमाधिना इति ब्रह्मकर्मणि समाधिः यस्य सः तेन इति समासः अत्र समासः अस्ति पुनः वदामि ब्रह्मकर्मणि तत्र ब्रह्मकर्मणि इति का विभक्तिः सप्तमेकवचनं ब्रह्मकर्मणि इति सप्तमे बहुवचनं न सप्तमे एकवचनं तत्र कर्मशब्दं पश्यतु तृतीय कर्मकर्मणि कर्माणि किन्तु सप्तमी कर्मणि तर्हि अत्र ब्रह्मकर्मसमाधिना इति ब्रह्मकर्मणि समाधिः यस्य सः अत्र ब्रह्मकर्मणि समाधिः नाम यः कर्म कृत्वा तत् कर्म ब्रह्म इति विचिन्त्य तस्य फलरूपेण तस्य मनसि समाधिः उत्पद्यते तादृशसमाधिः यस्य सः ब्रह्मकर्मसमाधिः इदानीं ब्रह्मकर्मसमाधिः इत्युक्ते कश्चन पुरुषः यथा मुनिः यथा इकारान्त मुनिशब्दः नाम अत्र उदाहरणार्थं वदामि पुस्तकम् पुस्तकम् केनचित् पुस्तकं लिखितमस्ति केनचित् पुस्तकं लिखितमस्ति अस्तु तर्हि सः सः पुरुषः लिखितपुस्तकः इदानीं पुस्तकम् इति इत्युक्ते पुस्तकं न लिखितपुस्तकः इत्युक्ते कश्चन पुरुषः यः पुस्तकं लिखितवान् लिखितपुस्तकः इति एकः शब्दः तस्य अर्थः अस्ति यः पुस्तकं लिखितवान् सः लिखितपुस्तकः तथैव अत्र समा अत्र ब्रह्मकर्मणि समाधिः ब्रह्मकर्मणि समाधिः यस्य सः सः पुरुषः यस्य मनसि समाधिः व्युत्पन्ना यतो हि सः सर्वदापि चिन्तयति यत् एतत् कर्म ब्रह्म अस्ति सः ब्रह्मकर्मसमाधिः यथा मुनिः इदानीं मुनिशब्दस्य तृतीय एकवचनं किम् मुनिना तर्हि अत्र ब्रह्मकर्मासमाधिना इति एकः पुरुषः यथा मुनिः तस्य तृतीय मुनिना ब्रह्मकर्मासमाधिना सः पुरुषः तेन ब्रह्म एव गन्तव्यम् अवगतं वा अतः ब्रह्मकर्मसमाधिः इत्युक्ते समाधिः इति न कश्चन पुरुषः यस्य मनसि समाधिः व्युत्पन्नः अस्ति यतोहि सः सर्वदा चिन्तयति यत् एतत् कर्म ब्रह्म एतत् कर्म ब्रह्म एतत् कर्म ब्रह्म अतः तस्य मनसि समाधिः भवति अतः सः स्वयं ब्रह्मकर्मसमाधिः ब्रह्मकर्म तेन इदानीं तस्य तृतीयः अस्ति ब्रह्मकर्मसमाधिना ब्रह्म एव गन्तव्यम् तेन कर्मणि प्रयोगः सत्यम् द्वितीयपङ्क्तिः गन्तव्यं गन्तव्यमिति कर्मणि प्रयोगे अस्ति वस्तुतः वयं कर्मणि प्रयोगं न पठितवन्तः अग्रे भविष्यति अस्मिन् पुस्तके प्रायः अस्मिन् पुस्तके कर्मणि प्रयोगः भविष्यति अतः नास्ति चिन्ता नास्ति चिन्ता किन्तु तादृशं वाक्यमस्ति अत्र अस्तु द्वितीयं पश्यामः श्रीनिवासमहोदय श्लोकं पठति वा तृतीयविभक्तिः द्वि सन्ति वा तेन परन्तु अत्र तेन पुरुषेण तेन मनुष्येण सः सः कश्चन मनुष्यः अस्ति कश्चन मनुष्यः अस्ति सः मनुष्यः ब्रह्मकर्मसमाधिः पुरुषः सः पुरुषः ब्रह्मकर्मसमाधिः किमर्थं ब्रह्मकर्मसमाधिः यतोहि सः ब्रह्मार्पणं ब्रह्महवीर् ब्रह्माग्नौ ब्रह्मणाहुतम् इति चिन्तयति प्रतिदिनं यत्किमपि करोति सः चिन्तयति सः सर्वदा चिन्तयति प्रत्येकस्मिन् कर्मणि यत् अहं ब्रह्म यत् कार्यं करोमि तत् ब्रह्म यस्मै दीयते तत् ब्रह्म यद् दीयते तत् ब्रह्म इति विचिन्त्य चिन्तयित्वा तस्य ब्रह्मकर्मणि तस्य मनः लीनः भवति ब्रह्मणि समाधिः भवति तस्य मनसि अतः सः स्वयं ब्रह्मकर्मणि ब्रह्मकर्मसमाधिः स्वयं भवति स्वयम् अतः तेन ब्रह्म गन्तव्यं तेन केन ब्रह्मकर्मसमाधिना अस्तु स्पष्टमस्ति अस्तु श्रीनिवासमहोदय अग्रे पठतु द्वितीयं श्लोकम् सेकेण्ड् लैन् तथा शरीराणि जीर्णानि अन्यानि वासांसि जीर्णानि वासांसि सेकेण्ड् लैन् द्वितीयपङ्क्त्यां तत्र दोषः अस्ति तत्र दोषः अस्ति द्वितीयपङ्क्ति वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि सम्याप्ति नवानि देहि वासांसि वदतु वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि सम्याति नवानि देहि यथा वासांसि जीर्णानि विहाय नरः अपराणि नवानि अपराणि गृह्णाति तथा जीर्णानि शरीराणि विहाय अन्यानि नवानि देहि संयाति. बहु समीचीनमस्ति. इति प्रथमकार्यमस्ति अस्माकं पदविच्छेदः. अनन्तरं शब्दक्रमस्य कार्यम् अन्वयवाक्यम् अन्वयः इति वयं वदामः. अन्वयवाक्यम् अन्वयवाक्यं तथैव भवति. बहु समीचीनमस्ति महोदय. तत्र तस्य अर्थम् अर्थं स्पष्टीकरोति वा सर्वेषां कृते? वासांसि वस्त्राणि बहुवचनं जीर्णानि अर्थात् पुरातनानि पुरातनानि पुरातनानि पुरातनानि पुरातनानि वस्त्राणि यथा विहाय त्यक्त्वा पुरातन वस्त्राणि यथा त्यक्त्वा नवानि गृह्णाति नरः अपराणि अपराणि इत्युक्ते अन्यानि अन्यानि अपराणि नवानि नूतन वस्त्राणि गृह्णाति नरः तथा जीर्णानि शरीराणि अपि विहाय नवानि अन्यानि नवानि अन्यानि देहि संयाति संयाति इत्युक्ते प्राप्नोति सत्यं प्राप्नोति नूतनदेहानि प्राप्नोति सत्यं सत्यम् इति बहु सुन्दररीत्या भवता उक्तं तथैव अस्ति. प्रसिद्धश्लोकः अस्ति. सन्ध्या भगिनी अवगच्छति वा? अहम् अवगच्छामि. वासां न इत्युक्ते वसामि अत्र अत्र अत्र शृणोतु अत्र नूतनशब्दः अस्ति. अत्र शब्दः अस्ति वासस् प्रातिपदिकमस्ति वासस् सकारान्त नपुंसकलिङ्गशब्दः अस्ति वासस् यथा मनस् मनस् इति अन्तिमकर अन्तिमशब्दः अस्ति. तत्र मनस् तत्र रूपं किं भवति? मनः मनसि तथैव भवति. वनः वानः वनसि क्षम्यतां वासः वाससि वासांसि वासस् इति शब्दः वासः वाससि वासांसि. तर्हि वासस् वासस् इत्युक्ते वस्त्रं सकारान्त नपुंसकलिङ्ग शब्दः वासः. तर्हि अन्वयवाक्यं यथा महोदयेन उक्तं तत् समीचीनमासीत्. अहं किं करोमि अत्र कर्तृपदम् आरम्भे यथा अहम् आपणं गच्छामि कर्तृपदम् आरम्भे तथैव वदामि एकवारं शृण्वन्तु. नरः जीर्णानि नाम पुरातनानि वासांसि इति वस्त्राणि. तर्हि नरः जीर्णानि वासांसि विहाय नाम त्यक्त्वा अपराणि नाम अन्यानि, नवानि नाम नूतनानि, यथा पुनः वदामि, नरः जीर्णानि वासांसि विहाय अपराणि नवानि यथा गृह्णाति. गृह्णाति इति क्रियपदमस्ति, नरः इति कर्तृपदमस्ति. नरः गृह्णाति, किं गृह्णाति? नवानि अपराणि नवानि वासांसि. अन्यानि तर्हि नरः जीर्णानि वासांसि विहाय त्यक्त्वा अपराणि नवानि यथा गृह्णाति. अथवा यथा अपि आरम्भे स्थापयितुं शक्नुमः, यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि गृह्णाति, तथा देहि, देहि इत्युक्ते जीवः आत्मा, देहं धारयति, देहि इत्युक्ते आत्मा, देहि इत्युक्ते आत्मा, अन्यत् किमपि नास्ति. यस्य देहः, यस्य देहः सः देहि, यस्य गुणः सः गुणि, यस्य गुणः सः गुणि, यस्य देहः सः देहि. आत्मनः एव देहि अस्ति खलु. आत्मा इति कीदृशं पदं? नकारान्त पुल्लिङ्गशब्दः, आत्मा इति आत्मन् इति नकारान्त पुल्लिङ्गशब्दः, करपत्रे अस्ति आत्मन्. तर्हि षष्ठी अस्ति आत्मनः. आत्मनः आत्मनः शरीरं, देहः इत्युक्ते शरीरं खलु, आत्मनः देहः, अतः आत्मः आत्मा देहि. तर्हि देहि जीर्णानि शरीराणि, देहि खलु एव जीर्णं शरीरं त्यजति आत्मा, जीवः न, आत्मा एव खलु. आत्मनः पुनर्जन्म भवति खलु. अस्तु, तर्हि देहि चीर्णानि शरीराणि विहाय त्यक्त्वा अन्यानि नवानि संयाति प्राप्नोति. अतः सर्वे लिखन्तु एकवारम् अन्वयवाक्यं, पुनः वदामि, नरः जीर्णानि वासांसि विहाय अपराणि नवानि यथा गृह्णाति, तथा देहि जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति इति अन्वयवाक्यमस्ति. किन्तु श्रीनिवासमहोदय, भवता यत् उक्तं तत् बहु समीचीनमासीत्, तत् बहु समीचीनमासीत्, नाम समानं, तदेव समानमासीत्, बहु समीचीनम्. अस्तु, सम्यक् अस्ति वा एतावता? महोदय, एकः स्वल्पप्रश्नः अस्ति. वासांसि प्रातिपदं वासस्, वासः, वासस् पुंलिङ्गं प्रातिपदिकं, शृणोतु भगिनि, प्रातिपदिकमस्ति वासस्, सकारान्त नपुंसकलिङ्गशब्दः यथा मनस्, क्रियपद करपत्रे, करपत्रे मनस् शब्दः अस्ति, मनस् तथैव अस्ति. वासः वासांसि, वासः वाससि वासांसि, मनः मनसि मनांसि. अस्तु, इतोपि एकं कुर्मः शीघ्रमेव. अस्तु, तर्हि पद्मा भगिनी पठतु कृपया. अग्रिमं श्लोकम्, अग्रिमं श्लोकम्. योगी युज्जीत चतुरमात्मानं रहसि स्थितः एकाकी यतचित्तामात्मा यतचित्तात्मा नीराशीर परिग्रहः. समीचीनमस्ति. अत्र अत्र वदामि, कोऽपि जानाति, भवत्सु कोऽपि जानाति श्लोकम्? अत्र अहं प्रयत्नं करोमि महोदय. अस्तु, न लक्ष्मी भगिनी अपि उक्तवती, लक्ष्मी सा एकवारं करोति, अनन्तरं भवान् एव करोति यदि साहाय्यं करोति, साहाय्यम् अपेक्षितमस्ति. योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशी अपरिग्रहः. एतस्मिन् श्लोके अन्वयवाक्यम् एवमस्ति, योगी रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः सततम् आत्मानं युञ्जीत. तस्य अत्र अर्थः कः? योगी सततं रहसि स्थितः. रहसि स्थितः इत्युक्ते रहसि सप्तमी एकवचनम्. रहसि स्थितः योगी एकाकी स्थितः. योगी निराशीः, आशा नास्ति. न, आशा नास्ति इति कथम्? निराशीः न, तादृश अर्थः नास्ति. न, किन्तु अग्रे वदतु. योगी अपरिग्रहः, परिग्रहणं न करोति. योगी यतचित्तात्मा भवति इत्युक्ते योगी इन्द्रियनिग्रहेण जीवति. सः सततम् आत्मानं युञ्जीत. युञ्जीत इत्युक्ते युञ्जातुः, योगः, योगः, योगे स्थितः. न, योगं करोति नाम तत्र किञ्चित् वदामि. महोदय, किञ्चित् वक्तुम् इष्टवान् वा? अस्तु, अत्र प्रथमतया अत्र पङ्क्तिद्वयमस्ति. तत्र प्रथमतया के अत्र योगिशब्दः अस्ति, योगी कर्तृपदमस्ति, योगी क्रियपदमस्ति, किम् युञ्जीत, युञ्जीत, युञ्जीत इति युञ्ज् धातुः अस्ति. युञ्ज् धातुः तत्र रुदादिगणे अस्ति, प्रथम नाम वर्तमानकाले लट्लकारे, तत्र युङ्क्ते आत्मनेपदी, युङ्क्ते, युङ्क्ते इति लट्लकारे, अनन्तरं विधिलिङ्ग् युञ्जीत, यथा कार्यं कुर्यात्, कार्यं कुर्यात् इति वयं न कृतवन्तः खलु विधिलिङ्ग्. कार्यं कर्तव्यं, मया कार्यं कर्तव्यं, कर्तव्यमिति जानाति खलु, तस्मिन् अर्थे विधिलिङ्ग् अस्ति. विधिलिङ्ग् मीन्स् वट् शुड् बि डन्, शुड् बि डन् कर्तरिप्रयोगे, कर्तरिप्रयोगे. कार्यं कुर्यात्, भवान् कार्यं कुर्यात्, यु शुड् डू वर्क्, भवान् कार्यं कुर्यात्. योगी युञ्जीत, तस्मिन् अर्थे अस्ति विधिलिङ्ग् कर्तरिप्रयोगे. योगी तर्हि वाक्यमस्ति योगी युञ्जीत इति सरलवाक्यं वदामश्चेत् योगी युञ्जीत. इदानीं कीदृशयोगी इति चेत् तत्र विशेषणानि सन्ति. योगी पुरुष, यः पुरुषः योगी अस्ति तस्य विशेषणानि सन्ति. प्रथममस्ति यतचित्तात्मा, यतचित्तात्मा. तत्र यतचित्तात्मा इत्यस्य अर्थः कः इति वदामि, यत तत्र पदत्रयमस्ति खलु, यत चित्त आत्मा, तत्र चित्तं च आत्मा च चित्तात्मनौ इति अग्रे गत्वा वयं करिष्यामः. अत्र समासः अस्ति, यथा रामः च कृष्णः च रामकृष्णौ, द्वन्द्वसमासः, रामः च कृष्णः च रामकृष्णौ, तत्र चित्तं च आत्मा च चित्तात्मनौ. आत्मनौ, आत्मा आत्मानौ आत्मानः इति आत्मशब्दः आत्मन्, द्विवचने आत्मा आत्मानौ आत्मानः द्विवचने यथा रामकृष्णौ कृष्णः कृष्णौ द्विवचने तथैव चित्तात्मानौ चित्तात्मानौ चित्तं च आत्मा च चित्तात्मानौ अनन्तरं यत् यत् शब्दः अपि अस्ति खलु यतौ यत इति शब्दः अस्ति यत अत्र यत चितात्मा यत इति यम धातुः यम इति यथा संयमः नियन्त्रणं यम यत्र यत इति यथा इत्यस्य अर्थः संयमः नियन्त्रणं नियन्त्रणं संयमः तर्हि अत्र यत यथा कृधातुः कृधातुः करोति तस्य क्तान्तरूपम् अस्ति कृत कृत खादति इति से खादित पठति अस्य पठित अत्र संयम इति यत् धातोः इति यं धातोः यत तर्हि कण्ट्रोल्ड् इति अर्थः यथा खादित इत्युक्ते ईथन् कृत इत्युक्ते डन् पठित इत्युक्ते स्टडीड् अत्र यत इत्युक्ते कण्ट्रोल्ड् यत तर्हि चित् यत तर्हि चित्तात्मानौ इत्युक्तं चित्तात्मानौ अत्र यत् तस्य विशेषणमस्ति यतौ यतौ चित्तात्मानौ येन सः यस्यचित् आत्मानौ यतौ येन यतौ बै हूम् इट्स् कण्ट्रोल् येन यतौ सः चितात् सः यत चितात्मा द वन् हू हेज् कण्ट्रोल्ड् हिस् चित्त एन् आत्मा इस् काल्ड् यत चितात्मा तर्हि योगी इत्यस्य विशेषणं यत चितात्मा भवति यत चितात्मा इति प्रथमविशेषणमस्ति योगी शब्दस्य अनन्तरं निराशीः इति शब्दः अस्ति खलु निराशीः पश्यन्ति वा द्वितीयपङ्क्तौ निराशीः निराशीः अपरिग्रहः इति शब्दः अस्ति तत्र पदद्वयमस्ति निराशीः इति एकं पदमस्ति अपरिग्रहः इति द्वितीयं पदमस्ति निराशीः इत्युक्ते अपगततृष्णः तृष्णः यस्मिन् तृष्णः नास्ति इच्छा अपगततृष्णः इच्छा नास्ति इत्युक्ते लोकं प्रति लोकं लौकिका लौकिका इच्छा नास्ति इति आशा नास्ति इति न अर्थः आशा नास्ति इति न अर्थः इच्छा नास्ति लौकिकं लौकिकी लौकिका इच्छा नास्ति इति अर्थः तर्हि यत् चित्तात्मा निराशीः अपरिग्रहः अपरिग्रहः इति परिग्रहरहितः न विद्यते परिग्रहः यस्य सः परिग्रहः परिग्रहः नाम ग्रहणं यः गृह्णाति यः ग्रहीतुमिच्छति अस्मिन् लोके धनमिच्छामि गृहमिच्छामि एतत् सर्वम् इच्छामि लोके यः तद् न तर्हि अपरिग्रहः अत्र न विद्यते परिग्रहः यस्य सः तर्हि अत्र अपरिग्रहः इति पुरुषस्य विशेषणं सः पुरुषः नाम अपरिग्रहः इति पुरुषः यथा वयम् उक्तवन्तः ब्रह्मकर्मसमाधिः इति पुरुषः न तु समाधिः अपरिग्रहः अत्र न अपरिग्रहः स्वयम् अपरिग्रहः अतः यस्य अपरिग्रहः नास्ति यः यस्य परिग्रहः नास्ति सः अपरिग्रहः तर्हि यत् चित्तात्मा निराशीः अपरिग्रहः एकाकी एकाकी न वसति इति एकाकी योगी रहसि स्थितिः रसः नाम विजाने यत्र जनाः न सन्ति विजाने विजने क्षम्यतां विजने यत्र जनाः सन्ति विजने रहसि स्थितः सततं नाम सर्वदा आत्मानम् आत्मानम् इति न एतावता सर्वेषां पदानां प्रथमाविभक्ति अन्तर्रूपाणि सर्वे सर्वाणि पदानि प्रथमाविभक्त्यानि तत्र योगीशब्दस्य विशेषणानि किन्तु अत्र आत्मानम् इत्यस्य का विभक्तिः का विभक्तिः आत्मानम् एकमेव पदं द्वितीया विभक्तिः अस्ति नाम कीदृशयोगी यत् चित्तात्मा निराशिः अपरिग्रहः एकाकी तादृशयोगी विशेषणानि सन्ति योगीशब्दस्य योगी कुत्र वसति रहसि स्थितः रहसि यत्र जनाः न सन्ति तत्र स्थितः सर्वदा सततम् आत्मानं युञ्जीत आत्मानं युञ्जीत कुत्र ब्रह्मणि exact meaning He should always have his mind mind and soul involved in Brahma. Atra Brahma shabda na uktaha, kintu tadrish artha asti. Yogi atmanam yunjita iti vakyam. Yogi atmanam yunjita. Kidrishi yogi kidrishah yogi iti ched tatra visheshanani santi. Yatachita atma nirashihi aparigraha ekaki tadrishah yogi. एकाकी स्थित्वा नाम रहसि स्थितः सर्वदा सततम् आत्मानं युञ्जीत इति वाक्यं कोऽपि प्रश्नः वा सुब्रह्मण्य महोदय तत्र स्पष्टमस्ति वा श्रीनिवासमहोदय सामान्यतया गीतश्लोकाः जटिलाः न सन्ति अत्रापि जटिलवाक्यं नास्ति केवलं वाक्यमस्ति किं वाक्यमस्ति योगी आत्मानं युञ्जीत यतः अहम् आपणं गच्छामि अहम् आपणं गच्छामि इत्यस्मिन् तत्र योगी आत्मानं युञ्जीत तर्हि कीदृशयोगी तत्र विशेषणानि सन्ति सुन्दरबालकः आपणं गच्छति सुन्दरः धनी बालकः आपणं गच्छति इत्यस्मिन् तादृश यतचित् आत्मा निराशीः अपरिग्रहः एकाकी तादृशः योगी रहसि स्थितः यत्र जनाः न सन्ति सततं सर्वदा आत्मानं युञ्जीत ब्रह्मणि अस्तु अत्र एतादृशश्लोकेषु श्लोकेषु किं भवति अस्माकं हलन्तशब्दस्य हलन्तशब्दानां तत्र अभ्यासः भवति अस्तु अद्य पाठः समाप्तः इदानीम् अस्मिन् सप्ताहे त्रयः शब्दाः ज्ञाताः अस्माभिः नाम तत्र वणिज् सुहृद् मरुत् अग्रे भवत् शब्दं सर्वे जानीयुः खलु अतः अग्रे गत्वा इदानीं नकारान्तशब्दाः आत्मन् राजन् गुणिन् त्रयः नकारान्तशब्दाः सन्ति आत्मन् राजन् गुणिन् इति त्रयः शब्दाः सन्ति समीचीनं वा गृहपाठरूपेण जानन्तु त्रयः शब्दाः सप्त तत्र आत्मन् राजन् गुणिन् अपि च यथा वयं कृतवन्तः त्रयः श्लोकाः तत्र चतुर्थं श्लोकं यदि न कृतवन्तः कुर्वन्तु अपि च अग्रे गत्वा कथा अस्ति तां कथां पठन्तु अनन्तरम् अग्रिमे सप्ताहे तत्र किञ्चित् आत्मन् राजन् तत्र गुणिन् त्रयाणां शब्दानाम् अभ्यासं कृत्वा श्लोकं पठित्वा कथां पठिष्यामः समीचीनं वा कोऽपि प्रश्नः अस्तु अस्तु अस्तु समीचीनं तर्हि विरमामः धन्यवादः नमस्कारः धन्यवादः